पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 116 ऋषय ऊचुः अस्पृश्यत्वे कथं जातसूतबोधितरुस्त्वयं स्पृश्यत्वं च कथं प्राप्तस्तथा च शनिवासरे यदद्विस्तरतः सर्वं वक्तुमर्हति नो भवान् सूत उवाच समुद्रमथनाद्यानि रत्नान्याभुसुरेश्वराः श्रियं च कौस्तुभं तेषां विष्णवे प्रददुःसुराः यावदङ्गीचकारासौ लक्ष्मीं भार्यार्थमात्मनः तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम् लक्ष्मीरुवाच असंकृत्य कथं ज्येष्ठां त्वं कनिष्ठां प्रणीयसे तस्मान् ममाग्रजामेधामलक्ष्मीं मधुसूदन विवाह्य नयमां पश्चादेशधर्मः सनातनः सूद उवाच यदि तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः उद्दालकाय मुनये सुदीर्घतपसे तदा आत्मवाक्यानुरोधेन तामलक्ष्मीं ददौ किल स्थूलास्यां शुभ्रदशनां राजधीं बिभ्रदीं तनुं विततां रक्तनयनां रुक्षपिङ्गशिरोरुहां समुनिर्विष्णु वाक्यात्तामङ्गीकृत्य स्वमाश्रमं वेदध्वनिसमायुक्त मानयामास धर्मविद होमधूम सुगन्धाढ्यं विद्याघोषविनादितम् आश्रमं तं समालोक्य व्यथिता साब्रवीदिदं ज्येष्ठोवाच न हि वासोऽनुरूपोऽयं वेदध्वनियुधो मम नात्रागमिष्ये भो ब्रह्मन्नयस्वान्यत्र माचिरम् उद्दालक उवाच कथं नायासि किं वात्र वर्तते सम्मतं तव तव योग्या च वसदि का भवेच्च वदस्व तद् ज्येष्ठोवाच वेदध्वनिर्भवेद्यस्मिन्नतिथीनां च पूजनं यज्ञदानादिकं वापि नैव तत्र वसाम्यहं परस्परानुरागेण दाम्पत्यं यत्र वर्तते पितृदेवार्चनं यत्र नैव तत्र वसाम्यहं दुरोदररदा यत्र परद्रव्यापहारिणः परदारदाश्चापि तत्र स्थाने रतिर्मम गोवधो मद्यपानं च यत्र संजायतो निशं ब्रह्महत्यादिपापानि तस्मिन् स्थाने रतिर्मम वृद्धसज्जनविप्राणां यत्र स्यादपमाननं निष्ठुरं भाषणं यत्र तत्र नित्यं वसाम्यहं सूद उवाच यदि तद्वचनं श्रुत्वा विषण्णवदनो भवद उद्दालकमुनिर्विष्णोर्वाक्यं स्मृत्वा न चोचिवान् सो गच्छद्यत्र तत्रास्य पूजामालोक्य साब्रवीद नयामीदि तदसोऽपि भ्रमादत्यादुरो भवद उद्दालकस्तदो वाक्यं तामलक्ष्मीमुवाचः उद्दालक उवाच अश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मी स्थीयतां क्षणम् आवासस्थानमालोक्य यावदायाम्यहं पुनः सूद उवाच इति तत्र स संस्थाप्य जगामोद्धालकस्तदा प्रदीक्षन्ती चिरं तत्र यदा तन्न ददर्श सा तदारुरोदकरुणं भर्तृत्यागेन दुःखिता तत्रस्थां रुदधीलक्ष्मीर्वैकुण्ठभुवने शृणोद तदा विज्ञापयामास विष्णुमुद्विग्नमानस लक्ष्मीरुवाच स्वामिन्मद्भगिनी ज्येष्ठा भर्तृत्यागेन दुःखिता तामाश्वासयितुं याहि कृपालो यद्यहं प्रिया सूद उवाच लक्ष्म्या सह ततो विष्णुस्तत्रागच्छत् कृपान्वितः आश्वासयद लक्ष्मीं तामिदं वचनमब्रवीत् श्रीविष्णुरुवाच अश्वत्थवृक्षमासाद्य सदा लक्ष्मीस्थिरा भव ममांस सम्भवो ह्येष आवासस्ते मया कृतः प्रत्यहं येऽर्चयिष्यन्ति त्वां ज्येष्ठां गृहधर्मिणः ते स्वीयं श्रीकनिष्ठा ते भगिनी निश्चलास्तु वै सूद उवाच इत्योर्जस्य च माहात्म्यं ये शृण्वन्ति पठन्ति च तेषां विष्णुपुरे वासो भवेदाभूत सम्प्लवम् रोगापहं पादकनाशकृत्परं सुबुद्धिदं पुत्रधनादिसाधनं मुक्तेर्निधानं न हि कार्तिकाद्वै विष्णु प्रियदन्यदिहास्ति भूतले विष्णुप्रियं सकलकल्मषनाशनं च सत्पुत्रपौत्रधनधान्यसमृद्धिकारि ऊर्जव्रतं सनियमं कुरुदे मनुष्य किं तस्य तीर्थपरिशीलनसेवया च इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे अलक्ष्म्युपाख्यानं नाम षोडशाधिकशततमोऽध्यायः ॐ ॐ